प्रशान्तमनसं येनं योगिनं सुखमुत्तमम् उपैति शान्तरजसं ब्रह्मभूतमकल्मषम्। प्रशान्तमनसं, प्रकर्षेण शान्तं मनः यस्य सः प्रशान्तमनः। तं प्रशान्तमनसं हि येनं योगिनं सुखम् उत्तमं निरतिशयम् उपैति उपगच्छति। शान्तरजसं प्रक्षीणमोहादिक्लेशरजसमित्यर्थः। ब्रह्मभूतं जीवन्मुक्तं, ब्रह्मैव सर्वम् इत्येवं निश्चयवन्तं ब्रह्मभूतम् अकल्मषं धर्माधर्मादिवर्जितम्। युञ्जन्नेवं सदात्मानं योगी विगतकल्मषः सुखेन ब्रह्म संस्पर्श्यम् अत्यन्तं सुखमश्नुते। युञ्जन् एवं यथोक्तेन क्रमेण योगी योगान्तराय वर्जितः सदा सर्वदा आत्मानं विगतकल्मषः विगतपापः सुखेन अनायासेन ब्रह्मसंस्पर्शं ब्रह्मणा परेण संस्पर्शो यस्य त ब्रह्मसंस्पर्शं सुखम् अत्यन्तम् अन्तमतीत्य वर्तते इति अत्यन्तम् उत्कृष्टं निरतिशयम् अश्नुते व्याप्नोति। इदानीं योगस्य यत्फलं ब्रह्मैकत्वदर्शनं सर्वसंसारविच्छेदकरणं तत्प्रदर्श्यते। सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि ईक्षते योगयुक्तात्मन् सर्वत्र समदर्शनः। सर्वभूतस्थं सर्वेषु भूतेषु स्थितं स्वम् आत्मानं सर्वभूतानि च आत्मनि ब्रह्मादीनि स्तम्भपर्यन्तानि च सर्वभूतानि आत्मनि एकतां गतानि ईक्षते पश्यति योगयुक्तात्मा समाहितान्तःकरणः सर्वत्र समदर्शनः। सर्वेषु ब्रह्मादिस्थावरान्तेषु विषमेषु सर्वभूतेषु समं निर्विशेषं ब्रह्मात्मैकत्वविषयं दर्शनं ज्ञानं यस्य स सर्वत्र समदर्शनः। एतस्य आत्मैकत्वदर्शनस्य फलम् उच्यते यो मां पश्यति सर्वत्र सर्वं च मयि पश्यति तस्याहं न प्रणश्यामि स च मे न प्रणश्यति। यो मां पश्यति वासुदेवं सर्वस्य आत्मानं सर्वत्र सर्वेषु भूतेषु सर्वं च ब्रह्मादिभूतजातं मयि सर्वात्मनि पश्यति तस्य एवम् आत्मैकत्वदर्शिनः अहम् ईश्वरः न प्रणश्यामि न परोक्षतां गमिष्यामि। स च मे न प्रणश्यति, स च विद्वान् मम वासुदेवस्य न प्रणश्यति न परोक्षो भवति। तस्य च मम च एकात्मकत्वात् स्वात्मा हि नाम आत्मनः प्रियैव भवति यस्माच्च अहमेव सर्वात्मैकत्वदर्शी। इत्येतं पूर्वश्लोकार्थं सम्यक् दर्शनम् अनूद्य तत्फलं मोक्षः विधीयते। सर्वभूतस्थितं यो मां भजत्येकत्वमास्थितः सर्वथा वर्तमानोऽपि स योगी मयि वर्तते। सर्वथा सर्वप्रकारैः वर्तमानोऽपि सम्यग्दर्शी योगी मयि वैष्णवे परमपदे वर्तते। नित्यमुक्त इव सः न मोक्षं प्रति केनचित् प्रतिपद्यते इत्यर्थः। किञ्चन्य आत्मौपं येन सर्वत्र समं पश्यति योऽर्जुन सुखं वा यदि वा दुःखं स योगी परमो मतः। आत्मौपमेन आत्मा स्वयमेव उपमीयते अनया इति उपमा, तस्य उपमायाः भावः औपम्यं। तेन आत्मौपम्येन सर्वत्र सर्वभूतेषु समं तुल्यं पश्यति यः अर्जुनः स च किं समं पश्यति इत्युच्यते यथा मम सुखम् इष्टं तथा सर्वप्राणिनां सुखम् अनुकूलं। वा शब्दः च अर्थे यदि वा यच्च दुःखं मम प्रतिकूलम् अनिष्टं यथा तथा सर्वप्राणिनां दुःखम् अनिष्टं प्रतिकूलम् इत्येवम् आत्मोपम्येन सुखदुःखे अनुकूलप्रतिकूले तुल्यतया सर्वभूते समं पश्यति न कस्यचित् प्रतिकूलम् आचरति अहिंसकः इत्यर्थः यः एवम् अहिंसकः सम्यक् दर्शननिष्ठः स योगी परमः उत्कृष्टः मतः अभिप्रेतः सर्वयोगिनां मध्ये एतस्य यथोक्तस्य सम्यग्दर्शनलक्षणस्य योगस्य दुःखसम्पादितामालक्ष्य शुश्रूषो ध्रुवं तत्प्राप्त्युपायम् अर्जुन उवाच अर्जुन उवाच योऽयं योगस्त्वया प्रोक्तः साम्येन मधुसूदनः एतस्याहं न पश्यामि चञ्चलत्वास्थितिं स्थिराम् यः अयं योगः त्वया प्रोक्तः साम्येन समत्वेन हे मधुसूदन एतस्य योगस्य अहं न पश्यामि नोपलभे चञ्चलत्वात् मनसः किं स्थिराम् अचलां स्थितिं प्रसिद्धमेतत् चञ्चलं हि मनः कृष्ण प्रमाथिबलभदृढं तस्याहं निग्रहं मन्ये वायोरिव सुदुष्करं चञ्चलं हि मनः कृष्ण इति कृशतेः विलेखनार्थस्य रूपं भक्तजनपापादिदोषाकर्षणात् कृष्णः तस्य सम्बुद्धिः हे कृष्ण हि यस्मात् मनः चञ्चलं न केवलम् अत्यर्थं चञ्चलं प्रमाथि च प्रमथनशीलं प्रमथ्नाति शरीरम् इन्द्रियाणि च विक्षिपत् सत् परवशीकरोति किञ्च बलवत् प्रबलं न केनचित् नियन्तुं शक्यं दुर्निवारत्वात् किञ्च दृढं तन्तुनागवत् अच्छेद्यं तस्य एवं भूतस्य मनसः अहं निग्रहं निरोधं मन्ये वायोरिव यथा वायोः दुष्करो निग्रहः ततोपि दुष्करं मन्ये इत्यभिप्रायः श्रीभगवानुवाच एवमेतत् यथा ब्रवीषि श्रीभगवानुवाच असंशयं महाबाहो मनो दुर्निग्रहं चलम् अभ्यासेन तु कौन्तेयं वैराग्येण च गृह्यते असंशयं नास्ति संशयः मनो दुर्निग्रहं चलम् इत्यत्र हे महाभाग किन्तु अभ्यासेन तु अभ्यासो नाम चित्तभूमौ कस्यांचित् समानप्रत्ययावृत्तिः चित्तस्य वैराग्येण वैराग्यं नाम दृष्टादृष्टेष्टभोगेषु दोषदर्शनाभ्यासात् वैतृष्णि तेन च वैराग्येण गृह्यते विक्षेपरूपः प्रचारः चित्तस्य एवं तत् मनः गृह्यते निगृह्यते निरुध्यते इत्यर्थः यः पुनः असंयतात्मा तेन असंयतात्मना योगो दुष्प्राप इति मे मतिः वश्यात्मना तु यतथा शक्यो वाप्तुमुपायतः असंयतात्मन अभ्यासवैराग्याभ्याम् असंयतः आत्मा अन्तःकरणं यस्य सोऽयम् असंयतात्म तेन असंयतात्मना योगो दुष्प्रापः दुःखेन प्राप्यते इति मे मतिः यस्तु पुनः वश्यात्मा अभ्यासवैराग्याभ्यां वश्यत्वम् आपादितः आत्मा मनः यस्य स्वयं वश्यात्मा तेन वश्यात्मना तु यतदा भूयोऽपि प्रयत्नं कुर्वता शक्यः अवाप्तुं योगः उपायतः यथोक्तादुपायात् तत्र योगाभ्यासाङ्गीकरणेन इहलोकपरलोकप्राप्तिनिमित्तानि कर्माणि संन्यस्तानि योगसिद्धिबलं च मोक्षसारं सम्यक् दर्शनं न प्राप्तमिति योगी योगमार्गात् मरणकाले चरितचित्तः इति तस्य नाशम् आशङ्क्य अर्जुन उवाच अर्जुन उवाच आयतिश्रद्धयोपेतो योगाच्चलितमानसः अप्राप्य योगसंसिद्धिं कां गतिं कृष्ण गच्छति अयतिः अप्रयत्नवान् योगमार्गे श्रद्धया आस्तिक्यबुद्ध्या च उपेतः योगात् अन्तकाले च चलितं मानसः मनो यस्य सः चलितमानसः भ्रष्टस्मृतिः सः अप्राप्य योगसंसिद्धिं योगफलं सम्यक् दर्शनं कां गतिं हे कृष्ण गच्छति। कच्छिन्नो भयविभ्रष्टः छिन्नाभ्रमिव नश्यति अप्रतिष्ठो महाबाहो विमूढो ब्रह्मणः पथि। कच्चिन् किं न उभयविभ्रष्टः कर्ममार्गात् योगमार्गात् च विभ्रष्टः सन् छिन्नाभ्रमिव नश्यति किं वा न नश्यति अप्रतिष्ठो निराश्रय हे महाभाव विमूढः सन् ब्रह्मणः पथि ब्रह्मप्राप्तिमार्गे। एतन्मे संशयं कृष्ण चेत्त्वमर्हस्य शेषतः त्वदन्यः संशयस्यास्य चेत्तानह्युपपद्यते। एतत् मे मम संशयं कृष्णचेत्त्वम् अपनेतुम् अर्हसि अशेषतः त्वदन्यः त्वत्तः अन्यः ऋषिः देवो वा चेत्तानाशयितः संशयस्य अस्य न हि यस्मात् उपपद्यते न सम्भवति अतः त्वमेव चेत्तुमर्हति इत्यर्थः। श्रीभगवानुवाच पार्थ नैवेह नामुत्र विनाशस्तस्य भिद्यते न हि कल्याणकृत् कश्चिन् दुर्गतिं तात गच्छति। हे पार्थ नैव इह लोके न अमुत्र परस्मिन् वा लोके विनाशः तस्य विद्यते नास्ति। नाशो नाम पूर्वस्मात् हीनजन्मप्राप्तिः स योगभ्रष्टस्य नास्ति न हि यस्मात् कल्याणकृत् शुभकृं कश्चित् दुर्गतिं कुत्सितां गतिं हेतात् तनोति आत्मानं पुत्ररूपेण इति पिता तात उच्यते। पिता एव पुत्र इति पुत्रोऽपि तात उच्यते शिष्योऽपि पुत्र उच्यते यतो न गच्छति।